पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 236 पार्वत्युवाच तामसानि च शास्त्राणि समाचक्ष्व ममानख सम्प्रोक्तानि च तैर्विप्रैर्भगवद्भक्तिवर्जितैः तेषां नामानि क्रमशः समाचक्ष्व सुरेश्वर रुद्र उवाच शृणु देवि प्रवक्ष्यामि तामसानि यथाक्रमं तेषां स्मरणमात्रेण मोहस्याज्ञानिनामपि प्रथमं हि मयैवोक्तं शैवं पाशुपदादिकं मच्चक्र्यावेशितैर्विप्रायः प्रोक्तानि च तदशृणु कणादेन तु सम्प्रोक्तं शास्त्रं वैशेषिकं महद गौतमेन तथा न्यायं साङ्ख्यं तु कपिलेन वै धिषणेन तथा प्रोक्तं चार्वाकमधिगर्हितं दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा बौद्धशास्त्रमसप्रोक्तं नग्ननीलपडादिकं मायावादमसच्छास्त्रं प्रच्छन्नं बौद्ध उच्यते मयैव कथितं देवि कलौ ब्राह्मणरूपिणा अपार्थं श्रुतिवाक्यानां दर्शयन् लोकगर्हितं स्वकर्मरूपं त्याज्यत्वमत्रैव प्रतिपाद्यते सर्वकर्मपरिभ्रष्टैर्वै धर्मत्वं तदुच्यते परेशजीवपारैक्यं मया तु प्रतिपाद्यते ब्रह्मणोऽस्य स्वयं रूपं निर्गुणं वक्ष्यते मया सर्वस्य जगतोऽप्यत्र मोहनार्थं कलौ युगे वेदार्थवन्महाशास्त्रं मायया यदवैदिकं मयैव कल्पितं देवि जगदां नाशकारणाद् मदाज्ञया जैमिनिना पूर्वं वेदमपार्थकं निरीश्वरेण वादेन कृतं शास्त्रं महत्तरं शास्त्राणि चैव गिरिजे तामसानि निबोध मे पुराणानि च वक्ष्यामि तामसानि यथाक्रमाद ब्राह्मं पद्मं वैष्णवं च शैवं भागवतं तथा तथैव नारदीयं तु मार्कण्डेयं तु सप्तमम् आग्नेयमष्टकं प्रोक्तं भविष्यं नवमं तथा दशमं ब्रह्मवैवर्तं लिङ्गमेकादशं स्मृतं द्वादशं च वराहं च वामनं च त्रयोदशं कौर्मं चतुर्दशं प्रोक्तं मात्स्यं पञ्चदशं स्मृतं षोडशं गारुडं प्रोक्तं स्कन्दं सप्तदशं स्मृतम् अष्टादशं तु ब्रह्माण्डं पुराणानि यथाक्रमं मात्स्यं कौर्मं तथा लैड्गं शैवं स्कान्दं तथैव च आग्नेयं च षडेतानि तामसानि निबोध मे वैष्णवं नारदीयं च तथा भागवतं शुभं गारुडं च तथा पद्मं वाराहं शुभदर्शने सात्विकानि पुराणानि विज्ञेयानि शुभानि वै ब्रह्माण्डब्रह्मवैवर्तं मार्कण्डेयं तथैव च भविष्यं वामनं ब्राह्मं राजसानि निबोध मे सात्विका मोक्षदा प्रोक्ता राजसा सर्वदा शुभाः तथैव तामसा देवि निरयप्राप्तिहेतवः तथैव स्मृतयः प्रोक्ता ऋषिभिस्त्रिगुणान्विताः सात्विका राजसाश्चैव तामसा शुभदर्शने वासिष्ठं चैव हरीदं व्यासं पाराशरं तथा भारद्वाजं काश्यपं च सात्विका मुक्तिता शुभाः याज्ञवल्क्यं तथा त्रेयं तैत्तिरं दाक्षमेव च कात्यायनं वैष्णवं च राजसां स्वर्गता शुभाः गौतमं बार्हस्पत्यं च सांवर्तं च यमं स्मृतं साङ्ख्यं शौन चौशनसं चेदि तामसा निरयप्रदाः किमत्र बहुनोक्तेन पुराणेषु स्मृतिष्वपि तामसा नरकायैव वर्जयेत्तान् विचक्षणः एतत्ते सर्वमाख्यातं प्रसङ्गाच्छुभदर्शनं शेषां च प्रभवावस्थां हरेर्वक्ष्यामि ते शृणु इति श्री पद्मे महापुराणे उत्तरखण्डे तामसशास्त्रकथनं नाम षट्त्रिंशदधिकद्विशततमोऽध्यायः ॐ